अस्तु, तर्हि सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति अच् सन्धिः, स्वरसन्धिः. एतावता सवर्णदीर्घसन्धिः अपि च गुणसन्धिः इति सन्धिद्वयम् अस्माभिः अवलोकितमस्ति. तयोः संक्षिप्तरूपेण पुनस्मरणं कृत्वा अग्रे गच्छेम अद्य. तर्हि सवर्णसन्धिः सवर्णदीर्घसन्धिः इति, तत्र सूत्रम् अस्माभिः अवलोकितमपि, तत्र रामप्रियभगिनी, तत्र सूत्रं किम् अस्ति सवर्णदीर्घसन्धेः? अकः सवर्णे दीर्घः. तत्र अनुवृत्तिसहितसूत्रं किम्? अनुवृत्तिसहितसूत्रमस्ति अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायां. तस्य अर्थः कः? अकः अक् वर्णः वर्णात् यदा स वर्णः समानवर्णः पूर्वपरयोः, अचि इत्युक्ते अच्वर्णः, पूर्वपरयोः इत्युक्ते पूर्ववर्णः परवर्णः एकः वर्णः दीर्घः भवति. संहितायाम् इत्युक्ते सन्धि, यदा सन्धि भवति तदा एकादेशः भवति इति. अकः इत्यस्य का विभक्तिः? अकः इत्यस्य पञ्चमी. पञ्चमी इत्युक्ते किम्? पञ्चमी इत्युक्ते तस्मात् इति उत्तरस्य इति परकार्यम्. समीचीनं, बहु सम्यक् अस्ति. तस्मात् इति उत्तरस्य इति परकार्यमस्ति, नाम यः यस्य पञ्चमी विभक्तिः तत्पूर्वं तदक्षरं पूर्वमस्ति यस्य पञ्चमी विभक्तिः. तत् यत् कार्यं भवति तच्च कार्यम् अनन्तरं भवति, अतः परकार्यं. परकार्यम् इत्युक्ते यस्य पञ्चमीः, यस्य पञ्चमी विभक्तिः तस्य स्थानं पूर्वमस्ति, कार्यम् अनन्तरमस्ति इति मनसि भवेत्. अकः. इदानीम् अचि, अचि इत्यस्य का विभक्तिः? सप्तमी. सप्तमी इत्युक्ते किं? पूर्वकार्यम्. पूर्वकार्यम् इत्यनेन यस्य सप्तमी विभक्तिः स च वर्णः अनन्तरमस्ति, कार्यं पूर्वम्. अस्तु, तर्हि अकः इति यः वर्णः पूर्वमस्ति, अचि इति यः वर्णः अनन्तरमस्ति, द्वयोः मध्ये यत् कार्यमस्ति. अत्र अचि इति कीदृशः अच्? विशेषणविशेषभावः अस्ति खलु, सुन्दरः बालकः इति. यथा अत्र अच् नाम सवर्णः अच्, सप्तमीभक्तौ सवर्णे अचि, अच् इति विशेष्यं, सवर्ण इति विशेषणम्. अस्तु, समीचीनमस्ति. सवर्णे अचि, अकः सवर्णे अचि, पूर्वपरयोः. रामप्रियभगिनी, अत्र का विभक्ति अस्ति? दर्शनेन प्रथमा विभक्तिः अस्ति, एकः दीर्घः प्रथमा विभक्तिः. सप्तमी द्विवचनं किल अत्र? स्थाने, स्थाने, क्षम्यतां, स्थाने इति षष्ठी द्विवचनं. पूर्वपरयोः इति रूपेण षष्टिः, सप्तमीः, सप्तमीभक्तिः इति सम्भावनाद्वयमस्ति. किन्तु अर्थं दृष्ट्वा जानीमः यत् स्थाने इति अर्थः अस्ति खलु, अतः सप्तमी इति भवतु मनार्थी. सवर्णे अचि इति सप्तमी. अत्र पूर्वपरयोः द्वयोः, अकः इति पूर्ववर्णः, परवर्णः इति सवर्ण अच् इति कृत्वा पूर्वपरयोः द्वयोः स्थाने, षष्टि इति स्थाने. अस्तु, अनन्तरम् एकः दीर्घः, एकः दीर्घः प्रथमाविभक्ति. प्रथमविभक्ति इत्युक्तौ, इत्युक्तौ आदेशः, आगमः वा नामकरणम्. अत्र अत्र अत्र अत्र आदेशः, अत्र आदेशः. अस्तु, संहितायां विषये यत्र संहितायां विषये सप्तमी, अत्र विषयसप्तमी अस्ति. अत्र यत् पूर्वकार्यमस्ति तादृशं नास्ति, अत्र संहितायां विषये. अस्तु, इति विषयसप्तमी अस्ति, समीचीनमस्ति. अत्र तच्च कार्यं स्पष्टमस्ति खलु. अत्र अक् इति के, लक्ष्मीभगिनी वदतु कृपया, के वर्णाः अन्तर्भूताः प्रथमतया? अक् इति इत्युक्ते किं, कीदृश शब्दः अस्ति? अप्रत्याहारः. समीचीनं. के वर्णाः अन्तर्भूताः? आयि वो रोल् रो. अनन्तरं सवर्ण अच् परः इति अस्य कथनेन कः अर्थः? नाम पूर्वम् अक् अनन्तरं किं भवेत्? अचि इत्युक्ते महोदय, अत्र अकः सवर्णे अचि, तर्हि अत्र यः कोऽपि अच् वर्णः परः अस्ति चेत् कार्यं भवति वा, अथवा किम्? उदाहरणार्थं पूर्वम् अकारः अस्ति चेत् अनन्तरं कः वर्णः भवेत्? अकारः अथवा आकारः. तत्र सवर्णः नाम स्थानं समानं भवेत् इति व्यवहारिकरूपेण चिन्तयामः. तर्हि अकारः, अकारस्य स्थानं कण्ठः, कण्ठः अ यथा क ख ख ख ख ख ख ख ङ इति, तत्र जिह्वा तत्र पृष्ठभागे अस्ति, अधोभागे, पृष्ठभागे अधोभागे च तत्र कण्ठः इति स्थानम्. अकारस्य अपि तथा, क अ अ क अ इति कण्ठः, कण्ठस्थानमस्ति. अस्तु, समीचीनमस्ति. तर्हि पूर्वं तादृश अक् प्रत्याहारे कण्ठस्थानस्य वर्णः नाम अकारः इति चेत्, अनन्तरं तादृश एव वर्णः अच् प्रत्याहारे, अच् प्रत्याहारे पुनः सवर्णः, तत्र कण्ठ्यवर्णाः के? अ क ख ग घ ङ ह इति वर्णाः सन्ति. तर्हि अत्र क ख ग घ ङ ह इति स्वरः तु न एव सन्ति, केवलम् अकारः आकारः इति अवशिष्यते. तर्हि अनेन पूर्वम् अकारः आकारः, अनन्तरम् अकारः आकारः इति चेत् द्वयोः स्थाने आकारः इति भवति. सन्ध्या भगिनी, स्पष्टमस्ति वा तावता? अस्तु, समीचीनमस्ति. अस्तु, सम्यक् सम्यक्. तर्हि उदाहरणरीत्या तत्र गीतायाः तत्र कानिचन उदाहरणानि दत्तानि सन्ति. अव्ययस्य अस्य, तत्र अकारः अकारः, अव्ययस्य अस्य इति भवति, इत्यादीनि उदाहरणानि आसन्. इकारस्यापि उदाहरणानि, उकारस्यापि उदाहरणानि सन्ति पुस्तके. इति सामान्यतया अकः सवर्णे दीर्घः. अस्माकं सूत्रं मनसि तिष्ठति चेत् न कदापि भ्रमः. अतः सूत्रस्य ज्ञानम् अतीव व्यवहारिकमस्ति. अतीव व्यवहारिकं ज्ञानमस्ति. अकः सवर्णे दीर्घः. अक्वर्णः पूर्वं, सवर्णवर्णः परम् इति चेत् द्वयोः स्थाने दीर्घादेशः भवति. तावदेव अस्ति, अकः सवर्णे दीर्घः मनसि भवेत्. अग्रे गच्छेम. इदानीम् अस्माकं द्वितीयं सूत्रम् एतावता न परिशीलितमस्ति. वृद्धिसन्धि गुणसन्धिः इति नामकः इति अस्माभिः दृष्टुं गतसप्ताहे. अत्र प्रत्येकं प्रत्येकप्रकारकः कार्यं कथम् अस्ति इति एकवारं पश्येम. अत्र विद्याभगिनी पञ्चविंशतितमे पुटे प्रथम उदाहरणं पश्यतु कृपया, प्रदर्शयतु. सन्धिं कुरुत, त्वया योगः उक्तम्. कुत्र अस्ति? क्षम्यतां, पञ्चदश पुटे प्रथम उदाहरणं वा महोदय? गुणसन्धिः न योगः इङ्गते. न योगः इङ्गते, अत्र न योगः अकारः योगः इकारः योगः इङ्गते. न योगः एकारः योगः इङ्गते. नेङ्गते, अत्र अकारः योगः इकारः द्वयोः वर्णयोः स्थाने एकारः इति आदेशः भवति, तदा नेङ्गते इति भवति. हा, समीचीनमस्ति. एवं रीत्या आयोगः इ आयोगः ई आगोयः आयोगः इ आयोगः ई इति चतुर्षु स्थलेषु तादृशमेव कार्यं भवति. अस्तु, उकारस्य उदाहरणं सुमित्रा भगिनी कृपया. विनद्य योगः उच्चैः. विनद् योग अयोग ओ योग इच्छैः. विनद् योगः ओ योग चैः विन्द्योचैः. अकारयोगः उकारः ओकारः आदेशः भवति. विनद्योचैः, हा, अत्र अकार ओकारयोः संयोजनेन ओकारः आदेशः भवति. हा, समीचीनमस्ति. उकारादेशः एवमेव आयोगः उ आयोगः उ अयोगः उ अपि च आयोगः उ इति चतुर्षु स्थलेषु तादृशं कार्यमस्ति. उकारादेशः. इदानीं तृतीयम् उदाहरणं ऋकारस्य हरीशमहोदय प्रदर्शयति वा? मम योगेन मम योगः ऋणम् इति अस्ति तत्र. एतावत्पर्यन्तं परन्तु तत्र सूत्रम् अस्माभिः न अधीतं खलु. एतावत्पर्यन्तं किं तत्र वक्तव्यम् इति मम अहं न जाने. उरणरपरः अधीत्य एव एतस्य किं समाधानं वक्तुं शक्नुमः. हरि ओम्, हरि ओम्. अनन्तरं करिष्यामः. इदानीं किमस्ति, अनन्तरम् अवश्यम् अद्यतनपाठः स एव अस्ति. मम योगः ऋणं, तत्र मम इति पदस्य अन्ते अकारः श्रूयते. अकारात् परं ऋकारः अस्ति. तत्र तयोः स्थाने अर् इति आदेशः भवति. मम मम अर् ऋणं मम ऋणम् इति तत्र पदं निष्पन्नं भवति. तथैव महाऋषयः. पूर्वस्मिन् उदाहरणे केवलं ह्रस्वः अकारः आसीत्. अस्मिन् उदाहरणे तु दीर्घ आकारः अस्ति. तस्मात् परं पुनः ऋकारः अस्ति. एवमेव तत्रापि अर् आदेशः भवति. मह् अर् क्षयः महर्षयः इति पदं निष्पन्नं. पूर्वस्मिन् तत्र उदाहरणानि यदि तत्र अकारात् परम् इकारो वा अथवा उकारो वा आसीत्, तत्र केवलम् एकारः अपि च ओकारः इति आदेशः आसीत्. अत्र अर् इति आदेशः भवति. यदा अकारात् परं ऋकारः भवति चेत्। बहु समीचीनमस्ति। अत्र कस्यचिदपि भ्रमः न स्यात् खलु, महायोगः ऋषयः इति स्थाने तत्र आकारः न तिष्ठति इति यथा हरीशमहोदयेन उक्तमत्र, अत्र आकारः न कदापि तिष्ठति अस्यां दशायाम्। अस्तु, समीचीनमस्ति। तर्हि अर् इति भवति संस्कृतभारत्याः पुस्तकेषु तादृशमेव उच्यते, नाम अर् इत्यनयोः स्थाने अर् आर् इत्यनयोः स्थाने अर् इति तावत् एव आदेशः भवति इति उच्यते। व्याकरणस्य शास्त्रीयरीत्या तादृशं नास्ति, एकवारम् अवलोकयिष्यामः अद्य कथमस्ति इति। अस्तु, पुनः एकवारं तत्र किञ्चित् अभ्यासं कृत्वा सूत्राणि पश्येम। सन्ध्याभगिनी, तत्र देवर्षिः तत्र किं तत्र विचारं कृत्वा वदतु कृपया। आम् अस्मि, पुनः वदतु। देवर्षिः इति अग्रे अभ्यासः अस्ति खलु। ओ ओ आम् आं पश्यामि, क्षम्यताम्। ओके, देवः, ओके, देवर्षिः, नाम भागद्वयम् आसीत्, परन्तु अर् शब्दः प्रायः अस्ति सन्धि मध्ये, तर्हि देवः योगः ऋषिः। हा, समीचीनमस्ति। केवलं देवः इति न, तत्र विसर्गः भवति चेत् देवयोगः ऋषिः, तत्र अकार ऋकारयोः स्थाने अर् इति आदेशः भवति खलु, इति अस्माभिः उक्तमस्ति। इदानीं हरीशमहोदय पठितवान् खलु, तत्र मम ऋणम् अकारः ऋकारः, अकार ऋकारयोः संयोजनेन अर् इति आदेशः भवति द्वयोः स्थाने। अत्रापि तथा, देवर्षिः देव ऋषिः अकार ऋकारयोः स्थाने अर् इति आदेशः भवति इति चिन्तयामः, नाम व्यवहारिकरूपेण पश्येम। अस्तु, समीचीनमस्ति। लक्ष्मी भगिनी अग्रे। परयोपेताः परया योगः उपेताः, अत्र परया शब्दस्य अन्ते आकारः श्रूयते, उपेताः शब्दस्य प्रथमभागे ऊकारः श्रूयते, अकार उकारयोः तयोः मेलनेन सन्धिं भूत्वा ओकारः आदेशः भवति परयोपेताः इति अस्ति। समीचीनमस्ति। अस्तु, तर्हि ततः अग्रे सहदेवमहोदय कृपया। आम् आम्, मद्भावायो अपद्यते, आम् चिन्तयामि ओकारः मद्भावाय उपपद्यते। हा, बहु समीचीनमस्ति महोदय। तर्हि तत्र मद्भावय इति अस्य अकारः, उपपद्यते इत्यस्य उकारः, अकार उकारयोः संयोजनेन ओकारः भवति यदा सामीप्यमस्ति संहितायां विषये, यत्र सामीप्यमस्ति वाक्यस्तरे किन्तु विकल्पे न भवति, समासस्तरे धातुपसर्गयोः स्तरे तत्र नित्यं भवति, एकस्य शब्दस्य अन्तर्गते अपि नित्यमस्ति. अस्तु, समीचीनमस्ति. अग्रे रत्ना भगिनी, अग्रे. महोदय, अद्य श्रोतुम् इच्छामि अहं, क्षम्यताम्. अस्तु, निहारिका भगिनी, अग्रे. सन्नियम्ये सन्नियमेन्द्रियग्रामम् अत्र अस्माकं प्रथमं कार्यं किम् इति, अत्र गुणसन्धेः अभ्यासः. अतः अस्मिन् शब्दे कुत्रचित् एकारः, ओकारः, अर् इति त्रिषु अन्यतमः अस्ति चेत् प्रायः सः एव वर्णः अस्ति. यद्यपि शब्दः दीर्घः स्यात्, किन्तु कुत्रचित् एकारः, ओकारः अथवा अर् इति अस्ति वा? एकारः अस्ति. हा, तर्हि तस्य एकारस्य मूले किं किम् आसीत्? अकारः, योगः, इकारः. हा, अतः तत्र शब्दविच्छेदं करोतु. सन्नियम्य इन्द्रियग्रामम्. समीचीनमस्ति, सन्नियम्य इन्द्रियग्रामम्. तर्हि अत्र अकारः, इकारः द्वयोः संयोजनेन एकारः. समीचीनमस्ति. अखिलभागे, कृपया. परमात्मेति परमात्मा योगः इति परमात्मेति. हा, अस्तु, समीचीनमस्ति इति. राजेन्द्रमहोदय, अग्रे. आम् महोदय. इन्द्रियस्ये इन्द्रियस्वार्थे अत्र अकार इकारस्य सन्धिः अस्ति. इन्द्रियस्य इन्द्रियस्यार्थे इन्द्रिय तत्र अकारः अस्ति अन्ते, तत् अनन्तरम् इकारः अस्ति, ह्रस्व इकारः अस्ति. हा हा हा इति अस्ति. हा, अस्तु. एतत् अभ्यन्तरे के आगतवन्तः विलम्बेन? रक्षा अस्मि महोदय, नमस्कारः. नमस्कारः. अनन्तरं कोऽपि अस्ति? नमस्ते महोदय, हेमा अस्मि. हेमा भगिनी, हा, स्वागतम्. अनन्तरं कोऽपि अस्ति वा? अस्तु, तर्हि अस्तु, समीचीनमस्ति. हेमा भगिनी, ततः अग्रे. ततोपलभ्यते. अस्तु महोदय, तथा तथोपलभ्यते. अत्र तथा योगः उपलभ्यते, आकार उकारयोजने ओकारः आयाति. हा, इति स्थितिरस्ति. अत्र आकारः उकारः तयोः योजनेन ओकारादेशः भवति. हा, अस्तु. रक्षा भगिनी, अग्रे पठति वा? सन्धिं कुरुत. त्वया योगः उक्तम्, आकारः उकारः तयोः मध्ये ओकारः त्वयोक्तम्. हा, द्वितीयं. काक उलूकौ, अत्रापि ओकारः काकौ लुकौ. हा, इति स्थितिरस्ति. रामप्रिया भगिनी, अग्रे. आम्, एव उप जुह्वति. अत्र अकार उकारयोः ओकारः आगच्छति, एवोपजुह्वति. अनन्तरं परमात्मा योगः इव आकार ईकारयोः एकारः आगच्छति, परमात्मेव. समीचीनमस्ति. विद्या भगिनी, अग्रे. ज्ञात्वा योगः उपास्य ज्ञात्वोपास्य आकार उकारसंयोजनेन ओकारः भवति. अग्रे. न नरकस्य योगः इदं नरकस्येदम् अकारः अकारः संयोजनेन एकारः भवति. अस्तु स्मिता भगिनी अग्रे. सुमित्राभगिनी अस्ति, कस्यचित् अपि स्पीकर् फोन् न स्यात्. बहवः जनाः लैन् मध्ये सन्ति, अतः ब्लूटूत् अथवा स्पीकर् फोन् भवति चेत् ध्वनिः भवति, अतः कृपया सावधानतया. सुमित्राभगिनी अस्ति, अग्रे उदाहरणमस्ति. इति स्थितिरस्ति, बहु समीचीनमस्ति. तर्हि अत्र गुणसन्धिः इति उच्यते. तत्र सूत्रत्रयं, तत्र उपरि अस्माकं सवर्णदीर्घसन्धस्य कृते तत् सन्धेः, तत्र अकः सवर्णदीर्घः इति विधिसूत्रमासीत्. विधिसूत्रम् अस्माकं यद्यपि षट् प्रकारकसूत्राणि सन्ति, अस्माकं कृते इदानीं सूत्रद्वयमपेक्षितमस्ति. एकमस्ति संज्ञासूत्रम्, अपरस्मिन् करपत्रे अस्माभिः अवलोकितमासीत् संज्ञासूत्रं, यत्र नामकरणं यथा सुप्तिङन्तं पदम् इति अस्माभिः परिशीलितं गते सप्ताहे. प्रथमविभक्तौ यत्र सर्वं भवति तत्र सूक्तिङन्तं विशेषणं पदमिति विशेष्यं, संज्ञासूत्रम् आहत्य विधिसूत्रं यत्र कार्यं भवति. कार्यमत्र नाम यत्र उदाहरणार्थं यत्र आगमः अथवा आदेशः भवति तत्र विधिसूत्रं. तर्हि अत्र अकः सवर्णे दीर्घः इति तादृशमस्ति. अस्तु, अनन्तरं तुल्यास्य प्रयत्नं सवर्णम् इति संज्ञासूत्रं, नाम सवर्णसंज्ञा कदा भवति इत्यस्य स्पष्टीकरणार्थं संज्ञासूत्रं. तत्र विशेषणविशेष्यभावः यथा पूर्वमासीत्, सुप्तिङन्तं पदम् इति यथा, अत्र सवर्णमिति विशेष्यमस्ति, तुल्यास्य प्रयत्नम् इति विशेषणमस्ति. तादृशं यत्र भवति तत्र सवर्णसंज्ञा भवति. अस्तु, इदानीं गुणसन्धिः. गुणसन्धिः इत्यस्मिन् तत्र प्रथमतया गुणः नाम कः इति, यथा उपरि नाम सुप्तिङन्तपदम् आसीत्, तुल्यास्य प्रयत्नं सवर्णमिति आसीत् संज्ञासूत्रम्, अत्रापि तथा. हरीशमहोदय किञ्चित् प्रदर्शयति वा? महोदय अस्ति, हरीशमहोदय. अस्तु, तर्हि अग्रे लक्ष्मी भगिनी कृपया. क्षम्यतां, म्यूट् मध्ये पठामि खलु इदानीम्. अदेङ् गुणः इति प्रथमं सूत्रमस्ति. इदं सूत्रम् एव गुणसंज्ञाविधायकसूत्रम्. अदेङ् गुणः ह्रस्व अकारः एकारः ओकारः एषां वर्णानां गुणसंज्ञा स्यात् इति प्रथमं वाक्यं दृश्यते. तत्र पदविच्छेदम् एवं भवति, अत् एङ् गुणः. अत् इत्युक्ते अकारः, एङ् इति प्रत्याहारे एकारः ओकारः अन्तर्भवति, ए ओङ् इति सूत्रेण तत्र एकारः ओकारः अन्तर्भवतः. अत् एङ् च गुणसंज्ञः स्यात्. केवलं अनेन सूत्रेण गुणः इत्युक्ते किम् इति पाणिनिना निर्दिष्टम् अस्ति. यतोहि प्रायः गुणः इति शब्दस्य प्रयोगः अनेकवारम् अन्यत्र भवति. तत्र गुणः इत्युक्ते अस्माभिः किं स्मर्तव्यम् इति अनेन सूत्रेण प्रदर्श्यते. अत् च एङ् च अदेङ् इति तत्र सन्धिना अदेङ् इति पदं भवति. अदेन् प्रथमान्तं, गुणः प्रथमान्तं, द्विपदम् इदं सूत्रं. सूत्रं स्वयं सम्पूर्णमस्ति, तत्र कापि अनुवृत्तिर्नास्ति. अत एव तत्र सूत्रं स्वयं सम्पूर्णमस्ति. अनेन सूत्रेण गुणः इत्युक्ते के वर्णाः अन्तर्भवन्ति इत्येव प्रदर्श्यते. हा, अत्र अत् इत्यस्मिन् तकारः किमर्थमिति ज्ञायते वा? एवं, तत्र तपरस्तत्कारस्य इति अन्यत् सूत्रमस्ति. अनेन यतोहि यदि माहेश्वरसूत्राणि केवलम् अकारः भवति, अकारस्य उच्चारणेन तत्र अकारः, आकारः अपि, प्लुत अकारः अपि अन्तर्भवति. तत्र यदि अहं केवलम् अकारः एव भवति इत्युक्ते, तत्र तेषु अकारेषु यदि सर्वे अकाराः भवेयुः वा अथवा केवलं ह्रस्व अकारः भवेत् वा इति प्रश्नः उदेति. तत् समाधानम् एवं भवति, यदि ककारः अस्ति चेत् तत्र केवलम् अत् इत्युक्ते केवलं तत्र ह्रस्व अकारः एव भवति. अनेन केवलं ह्रस्व अकारः एव गृह्यते. हा, बहु समीचीनमस्ति. तत्र निहारिका भगिनी अवगच्छति वा? आम्, अवगच्छामि. किञ्चित् वदतु, किम् अवगतम्? नाम अत् अत् इत्युक्ते किम्? ओ, अत् इत्युक्ते केवलम् अकारः, तस्य अकारस्य विषये, ह्रस्व अकारस्य विषये तत्र वदति सूत्रे. हा हा, बहु समीचीनमस्ति. केवलं तत्र माहेश्वरसूत्राणि, तत्र अ इ ऊन् रुलृक्, तत्र केवलम् अकारः अस्ति. आकारः इति न उक्तमस्ति, नव आकारः. अकारः इति वस्तुतः प्रतिनिधिः अस्ति अष्टादशानां वर्णानाम् इति. इदानीम् एतत् सर्वं मास्तु, किन्तु सरलरीत्या पश्यामः चेत् अ आ इति त्रयाणां ग्रहणं भवति अकारस्य उच्चारणेन माहेश्वरसूत्रेषु. तर्हि अकारः इति अत्र नाम आकारः, आकारः तत्र अत्र न इष्यते इति कारणतः तकारस्य संयोजनेन यद् उक्तं तत् एव. अतः इत् नाम पाणिनीयसूत्रेषु इत् इति क्रियते चेत् तत्र केवलं ह्रस्व इकारः, अथवा ईत् इति उच्यते केवलं दीर्घ इकारः. यत्किमपि भवति तकारः, यस्य अनन्तरं तकारः भवति, तस्मात् पूर्वं यः वर्णः उक्तः स एव इष्यते पाणिनिना. तर्हि अत् इत्यनेन केवलम् अकारः, ह्रस्व अकारः. तर्हि अ ए ओ इति एतेषां गुणसंज्ञा भवति, नाम नामकरणमस्ति तावदेव नामकरणं. तदर्थम् अत्र अदेङ् इति प्रथमा विभक्तौ अस्ति, गुणः पुनः प्रथमा विभक्तौ. अतः अत्र विशेषणविशेषभावः अस्ति, यथा सर्वत्र आसीत्, यत्र संज्ञासूत्रमस्ति खलु, सुप्तिङन्तं पदं, तुल्यास्य प्रयत्नं सवर्णम् इति, अत्र अदेङ्गुणः इति एवमेव संज्ञासूत्रमस्ति. गुणः कीदृशः? अदेङ्. बालकः कीदृशः? सुन्दरः. गुणः अदेङ् अस्ति, नाम अ ए ओ इति येषां त्रयाणां वर्णानां नाम भवति गुणः. अस्तु, इति स्थितिरस्ति, सम्यक्. तर्हि अग्रे पठेम. रक्षा भगिनी अग्रे पठति वा? आद्गुणः सूत्रम्. आद्गुणः अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादशः एकादेशः स्यात्. एकमेकं वाक्यं पश्येम कृपया, तस्य अर्थः कः? आद्गुणः इति गुणसन्धिविधायकसूत्रमस्ति. अत्र आत् इत्यनेन अवर्णात् इति ग्राह्यः, इत्युक्ते आत् इत्यनेन केवलं दीर्घ आकारः इति न, अकारः आकारः इति सर्वे अवर्णाः. अवर्णात् अचि परे, तर्हि अवर्णात् अच् अस्ति चेत् तस्मात् परे, तदा पूर्वपरयोः स्थाने, इत्युक्ते अवर्णात् अपि च तस्मात् परः यः अच् वर्णः अस्ति तयोः स्थाने गुणसंज्ञकः वर्णः आदिष्टः भवति. इदानीमेव दृष्टं गुणसंज्ञकवर्णः इत्युक्ते अथवा ए एङ्गिति, अकारः एकारः ओकारः तेषु अन्यतमः आदिष्टः भवति अस्यां स्थित्यां. हा अस्तु अस्तु, बहु सम्यक् अस्ति भगिनि. इदानीं अस्माभिः कानिचन उदाहरणानि दृष्टानि एतावता, खलु? यथा त्वया उक्तं, तत्र किञ्चित् प्रदर्शयतु कृपया. त्वया उक्तम् इति कथं भवति अत्र? त्वया उक्तम् इत्यस्मिन् प्रथमपदे त्वया इत्यस्मिन् अवर्णः अस्ति, आकारः दीर्घाकारः, तस्मात् परे अच् वर्णः अस्ति. अच् इत्युक्ते सर्वे स्वराः, अच् वर्णेषु अन्तर्भूतः अस्ति उकारः उक्तम् इति पदस्य. तर्हि पूर्वपरयोः इत्युक्ते आकारस्य अपि च उकारस्य तयोः स्थाने गुणसंज्ञकः वर्णः आदिष्टः. अत्र गुणसंज्ञकवर्णः अस्ति ओकारः, अतः त्वयोक्तम्. हा बहु समीचीनमस्ति. इदानीं तेषु गुणसंज्ञकत्रिषु वर्णेषु कः भवेत् इत्यस्य ज्ञानार्थं तत्र स्थानान्तरतमः इति एकं सूत्रमस्ति. इदानीं तत्र चिन्ता न स्यात्, केवलं नाम तत्र अकारः उकारः द्वयोः स्थाने इदानीं कः वर्णः भवेत्, नाम अकारः एकारः अथवा ओकारः, तत्र उकारस्य स्थानम् इति द्रष्टव्यमस्ति. उकारस्य स्थानं तत्र ओष्ठौ अस्ति. एकारस्य स्थानं तत्र कण्ठतालु अस्ति, क्षम्यताम्, ओकारस्य स्थानम् इति कण्ठोष्ठमस्ति. नाम अत्र एकारस्य स्थानं कण्ठोष्ठौ एव, कण्ठतालु एव. एकनिमेषः. अत्र उकारस्य स्थानं यथा उक्तमस्ति ओष्ठौ. पूर्वम् आसीत् अकारः कण्ठः, अनन्तरम् उकारः अस्ति ओष्ठौ. तर्हि अकारः एकारः ओकारः त्रयोः मध्ये अत्र ओकारः इत्यस्य स्थानं कण्ठोष्ठं. पूर्वम् अकारस्य स्थानम् आसीत् कण्ठः, उकारस्य स्थाने ओष्ठौ, ओकारस्य स्थाने द्वयोः मेलनमस्ति कण्ठोष्ठम्. अन्यत्र तादृशी स्थितिः नास्ति, यतोहि एकारस्य स्थाने स्थानमस्ति कण्ठतालु, अत्र तालु इति नासीत् यतोहि पूर्वम् अकारः कण्ठः, उकारः ओष्ठौ. इदानीं तालु इति आगच्छति इति चेत् तत्र सम्यक् नास्ति. एकारः ओकारः तत्र यद् मेलनम् अपेक्षितमस्ति तदेव अस्ति कण्ठोष्ठम् ओकारः इति कृत्वा निर्णयः क्रियते. अस्तु, सम्यक् अस्ति. किन्तु रक्षा भगिनी, अत्र अच् इति अचि परे इति उक्तम्, अच् इत्यनेन केषां वर्णानां ग्रहणमस्ति? अच् इत्युक्ते सर्वे स्वराः इति, तर्हि सर्वेषां स्वराणां ग्रहणम्. तत्र पूर्वम् अवर्णः अनन्तरं यः कोऽपि स्वरः इति सूत्रेण उच्यते. नाम अकारः पूर्वम् अनन्तरम् औकारः, औकारः अच् प्रत्याहारे अस्ति. अकार औकारयोः संयोजनेन तत्र गुणसन्धिः भवति वा? वस्तुतः नास्ति, किन्तु सूत्रं यद्वदति. सोपानेन गच्छामः. इति अस्ति, सोपानेन गच्छामः. बहु समीचीनमस्ति भगिनि. अत्र न भवति खलु, नाम अत्र समस्या अस्ति. समस्या इति दृश्यते यतोहि अच् इति प्रत्याहारे बहवः वर्णाः सन्ति, सर्वे स्वरवर्णाः, अपि च तथा न अस्माभिः अनुभूतुं तावता. तत्र अनन्तरम् उकारः उकारः, इकारः इकारः, अथवा ऋकारः ऋकारः अस्ति इति चेत् तादृशमस्ति, नो चेत् न. तर्हि अत्र कथमपि किमपि कर्तव्यम् अस्ति यतो येन इष्टवर्णाः आगच्छेयुः. अच् इति किञ्चित् बृहत् अस्ति, अग्रे किमस्ति तत्र रक्षा भगिनि? अत्र अचि परे इत्यस्य इखि परे इति फलितार्थः, यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इत्यनेन, अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण. इत्युक्ते अचि परे इत्युक्ते सर्वे अच्वर्णाः अन्तर्भूताः इति यद्यपि सूच्यते, तथापि फलितार्थः अस्ति इखि परे इति. इक् इत्युक्ते इ उ ऋ लृ एते वर्णाः एव अन्तर्भूताः इक् प्रत्याहारे, अतः अचि परे इत्यनेन इकि परे इत्येव ग्राह्यः अस्य सूत्रस्य अवगमनार्थं. यतोहि अकारात् अकारः आगच्छति चेत् अकारः अपि अचि अन्तर्भूतः, किन्तु गतसप्ताहे दृष्टमासीत् अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घः सन्धिः स्यात् तस्यां स्थित्यां. पुनः अकारात् परे एच् वर्णेषु अन्यतमः अस्ति चेत्, एच् इत्युक्ते ए ओ ऐ औच्, एषु अन्यतमः अस्ति चेत् वृद्धिरेचि इत्यनेन वृद्धिसन्धिः भवति. तर्हि फलितार्थः अस्ति अचि परे इत्यनेन इकि परे इत्येव ग्राह्यः भवति आद्गुणः इत्यस्मिन्. यतोहि बहु सम्यक् अस्ति, यतोहि अकारः पूर्वम् अकारः अनन्तरम् अनेन गुणसन्धिं कुर्मः चेत् तत्र अकः सवर्णदीर्घः इति सिका गतिः. अकः सवर्णे दीर्घः इत्यस्य कार्यं बाधितं भवति, कार्यं तत् सूत्रं निष्प्रयोजकं भवति. हा, सूत्रं व्यर्थं भविष्यति, तस्य निर्दिष्टं कार्यं न भविष्यति इति कृत्वा द्वयोः सूत्रयोः मध्ये यत्र तादृशक्लेशः भवति तत्र यस्य कार्यं सीमितमस्ति अधिकं तस्य जयः भवति. अतः अत्र अकारः पूर्वम् अकारः अनन्तरं तत्र अकः सवर्णदीर्घः इत्यस्य क्षेत्रं तदेव अस्ति, अतः तस्य अधिकारः भवति न तु आद्गुणः इत्यस्य. अग्रे उच्यमानं सूत्रमस्ति वृद्धिरेचि वृद्धिसन्धिः, इत्यस्य तादृशमपि सीमितं कार्यमस्ति, अतः द्वयोः क्षेत्रयोः नाम अकः नाम अकः सवर्णदीर्घः अपि च वृद्धिरेचि अनयोः क्षेत्रयोः स्थानं तत्तत् स्थाने भवति न तु आद्गुणस्य इति अस्ति. इदानीं एतावता सन्ध्या भगिनी अवगच्छति वा यत् उक्तम्? न महोदय, न अवगच्छति. निहारिका भगिनी, निहारिका भगिनी अवगच्छामि. हा, किञ्चित् सहायं करोतु, किम् अवगच्छति? अकारः पूर्वम् अस्माभिः उक्तं यद् अकारः अपि गुणसंज्ञा भवति, परन्तु पुनः वदतु अकारः अपि गुणसंज्ञकः भवति. अकारः एकारः ओकारः इत्युक्ते गुणवर्णाः. अत्र मूलवाक्यमासीत् अवर्णात् अचि परे, अत्र अवर्णात् अचि परे इत्यस्य अर्थः कः? अवर्णात् अचि परे, अचि परे इत्युक्ते स्वरात् पूर्वम् अवर्णात् अचि परे इत्युक्ते अवर्णः अनन्तरम् अचि इत्युक्ते स्वरा, सर्वे स्वराः तयोर्मध्ये गुणः आदेशः भवति. हा, समीचीनमस्ति. तत्र कापि समस्या आसीत् वा? इत्युक्ते अग्रे अग्रिमं वाक्यं वा? हा नाम तत्र अस्माकम् अनुभवः कथमासीत् नाम अनन्तरं पूर्वम् अकारः आकारः इति भवति स्म, अनन्तरं कीदृशवर्णाः भवन्ति, के के वर्णाः, नाम यत्र गुणसन्देहे प्रसङ्गः अस्ति, नाम के के वर्णाः अनन्तरम् आयान्ति, पूर्वमस्ति अकारः अकारः, पुस्तके उदाहरणानि सन्ति खलु गुणसन्धेः. द्वितीयवर्णः कः कः के के वर्णाः सम्भवन्ति? ईकारः अथवा ओकारः. नाम आदेशः, आदेशः नाम किन्तु यथा अत्र न योगः इङ्गते, तत्र प्रथमवर्णः कः, द्वितीयवर्णः कः? प्रथमवर्णः आकारः, द्वितीयवर्णः ईकारः. हा अग्रे अग्रे विन्द्य उच्चैः अत्र प्रथमवर्णः कः, द्वितीयवर्णः कः? अकारः अनन्तरम् उकारः. हा अनन्तरं मम ऋणं मकारः ऋकारः. हा अत्र कुत्रचित् एतादृशम् उदाहरणं दत्तमस्ति यथा अकारः अनन्तरम् औकारः? न. हा अतः तत्र रक्तवर्णे तत्र कोष्टकमस्ति तत्र खलु, अ आ योगः इ ई अथवा अ आ योगः ऋ ऋ, अ आ योगः उ उ, अ आ योगः ऋ इति एते वर्णाः सम्भवन्ति, द्वितीयवर्णाः इ इ उ उ ऋ ऋ ऋ इति वर्णाः सम्भवन्ति. किन्तु अत्र सूत्रे किमुक्तमस्ति, अच् अच् इति इत्युक्ते अतीव बृहत् अस्ति खलु, अच् प्रत्याहारः बृहान् अस्ति, सर्वे स्वराः, ते च स्वराः इष्टाः सर्वे वा? न, न इष्टाः. तत्र समस्या अस्ति खलु, तत्र अच् प्रत्याहारस्य कथनेन ग्रहणम् अधिकमस्ति इति अवगच्छति वा? ग्रहणम् हा इति अस्ति. हा सन्ध्या भगिनी अवगच्छति वा? अन्यसमये मम मातया सह पठामि, इदानीम् अवगन्तुं न शक्नोमि. न न न तथा नास्ति भगिनि, नितरां नास्ति तथा नास्ति, नितरां नास्ति तथा. अत्र सूत्रस्य उदाहरणानि सन्ति खलु पुस्तके, तानि दृष्टानि वा भवती दृष्टवती? न इङ्गते विद्या उच्चैः मम ऋणम् इति उदाहरणानि सन्ति. आं पुस्तके कुत्र अस्ति न जानामि, केवलं शृणोमि इदानीं वा. ओ न किं पुस्तकं नास्ति वा? नो अस्ति, परन्तु पञ्चदशपुटे 15 पेज् 15 पश्यतु. आम् तत्र उदाहरण नाम ह्यस्तनवर्गे आसीत् खलु, ह्यस्तनवर्गे एतत् सर्वं दृष्टवती खलु. तर्हि नाम यत्र गुणसन्धिः भवति तत्र प्रथमे कः वर्णः भवितुम् अर्हति इति अकारः आकारः, अनन्तरं के के वर्णाः सम्भवन्ति तत्र इ इ उ उ ऋ ऋ इति पश्यति वा? तावत् अवगच्छति खलु रक्तवर्णे. आम् सत्यं अवगच्छामि. तस्य वदनार्थं, तस्य व्यक्तीकरणार्थं, तस्य वदनार्थम् अत्र सूत्रमस्ति आद्गुणः. अत्र उच्यते अवर्णात्, पश्यति न अत्र करपत्रमस्ति वा? करपत्रम् इत्युक्ते ज्वलपुट तद् मध्ये न पश्यामि, क्षम्यताम्. ओ तद् न पश्यति चेत् कथं वा स्यात्, तत्र अपेक्षितमस्ति सर्वेषां पुरतः करपत्रमस्ति खलु सर्वेषां, भवत्याः नाम लिङ्क् अस्ति वा? लिङ्क् इति लिङ्क् अस्ति आम् परन्तु कुत्र एषः करपत्रं कुत्र अस्ति न जानामि लिङ्क् कुत्र अस्ति लिङ्क् लिङ्क् इति क्लिक् आन् द लिङ्क् तावदेव अस्ति खलु सूत्र तत्र स्वरसन्धिः सूत्रसहिता दृष्टिः इति नामकं सूत्र करपत्रमस्ति स्वरसन्धिः सूत्रसहिता दृष्टिः अस्ति वा अग्रे गत्वा यदा मया प्रश्यते सर्वे सर्वैः अवगन्तव्यं यदा मया प्रश्यते लिङ्क् तदानीम् अवश्यं वर्गस्य आगमनात् पूर्वं पुरतः करपत्रं भवेत् नो चेत् कथम् अवगमनं स्यात् अस्तु तत्र गुणसन्धिः इति तत्र अस्ति आद्गुणः अस्ति अनन्तरं नाम अदेङ्गुणः अनन्तरम् आद्गुणः अस्तु अस्तु भगिनि तावत् अस्माकं तत्र किञ्चित् प्रयासं करोतु एतत् सर्वं तत्र कठिनं नास्ति अस्तु इदानीं विद्या भगिनी तत्र किमस्ति अत्र अत्र अचि परे इत्यस्य एकी परे इति फलतः अतः किमर्थम् इति उच्यते किमर्थम् इत्युक्ते यदि अकारः योगः ओकारः भवति तदा गुणसन्धिः न भवति तदा इत्युक्ते सर्वे स्वराः यदि अनन्तरं भवति तदा गुणसन्धिः न भवति यदि यदि ईकारः अथवा ईकारः अथवा उकारः अथवा ऊकारः अथवा ऋकारः अथवा ऋकारः यदि भवति तदा एव गुणसन्धिः भवति हा इति जानीमः बहु समीचीनमस्ति तर्हि अत्र प्रश्नः आगच्छति एवमस्ति चेत् सूत्रे किमर्थम् उक्तमस्ति अवर्णात् अचि परे अवर्णात् अचि परे इति न इष्यते चेत् अस्माभिः अखिला भगिनी किञ्चित् सहायं करोति वा किमर्थं तथा एतत् सूत्रं तु सामान्यसूत्रमस्ति खलु महोदय तर्हि अत्र अचि इति तत्र उक्तमस्ति यत्र यत्र तथा न इष्यते तत्र किञ्चित् विशिष्टसूत्रम् आगत्य कार्यं करोति तर्हि तदर्थमेव अत्र अचि इति सामान्यरीत्या उक्तमस्ति किन्तु अचि इति किमर्थम् अचि इति अस्य कथने को लाभः यदा अचि इति न इष्यते तर्हि अचि इति किमर्थम् सामान्यसूत्रमस्ति इति वस्तुतः अस्य कथनेन तत् अस्माकं समाधानं न जातम् अचि इति किमर्थं यदि अचि इति पाणिनिना न इष्यते तर्हि अवर्णात् अचि अचि परे किमर्थं तत्र हरीश् महोदय किञ्चित् सहायं करोति वा महोदय अत्र कश्चन ध्वनिः अस्ति सम्प्रति प्रायः न शक्नोमि इति मन्ये परन्तु प्रश्नः अपि न सम्यक् अवगतः मया ओ अस्तु अत्र आद्गुणः इति सूत्रे तत्र लिखितमस्ति तत्र व्याख्या अस्ति अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंयोगः एकादेशः स्यात् अत्र च यद्यपि अचि परे इति उक्तं व्याख्यायां तथापि अचि परे इत्यस्य फलतार्थः एकीपरे न तु अचि परे तर्हि एवं सति किमर्थम् अचि इति उक्तं यदि अच् सर्वे अच्वर्णाः न इष्टाः तर्हि अचि परे इति किमर्थम् उक्तमस्ति महोदय अहं वक्तुं किञ्चित् पुनः प्रयत्नं कर्तुं अस्तु हरीश् महोदय वदति अनन्तरं भवती तु जानाति इति अहं मन्ये अवश्यम् एकनिमेषः हरीश् महोदय वदति वा अनन्तरं नो चेत् महोदय अत्र महती वृष्टिः भवति अत्र कश्चित् तत्र ध्वनिः अस्ति अस्तु अस्तु नास्ति चेत् नास्ति चिन्ता हा अखिल भगिनी कृपया महोदय अत्र सूत्रे सूत्रं पश्यामः चेत् तत्र केवलम् आद्गुणः इति एव अस्ति खलु तर्हि तत्र अनुवृत्ति इति एव अचि परे इति अस्ति तर्हि पाणिनिना तत्र पाणिनिना अत्र साक्षात् अचिपरे इति न उक्तं, तत्र अनुवृत्ति रूपेणैव आगच्छति. अत्र यतोहि वृद्धिविसन्धिविधायकसूत्रमपि च सवर्ण दीर्घसन्धिविधायकसूत्रमपि अस्ति, तर्हि पदितार्थः तथा भवति इति सः ज्ञातवान्. तर्हि तदर्थं तत्र इकि परे इति वस्तुतया वक्तव्यम् इति नास्ति. तर्हि सूत्रं संक्षिप्तं भवेत् इति कृत्वा तत्र किमपि न उक्तं, तदेव इति चिन्तयामि. हा हा हा, तद् अन्तिमवाक्यं महत्वपूर्णमासीत्, किन्तु तत्र तत्र सूत्रं लघु भवेत् इति इच्छया सूत्रं लघु भवेत्, नो चेत् साक्षात् वक्तुं सक्षमः आसीत्, एतादृशं भवितुमर्हति स्म. नाम आद् गुणः इकि इति सूत्रं भवितुमर्हति स्म, न तु अचि. किन्तु अत्र पाणिनिः किं सर्वे अवगच्छन्तु, पाणिनिः सूत्रं लघु भवतु, न्यूनातिन्यूनं लघुत्वं लाघवं लघु भवतु. हरीश महोदय, किञ्चित् कृपया तत्र म्यूट् करोतु स्टार् सिक्स्, यतोहि भवतः तत्र वृष्टिः. अहं म्यूट् मध्ये एव अस्मि, अहम् अन्म्यूट् न कृतवान् एतावता. ओ, किन्तु इदानीं नाम इदानीं म्यूट् मध्ये नास्ति खलु, नाम तत्र यतोहि वृष्टिः अस्माभिः अपि श्रूयते. अस्तु, समीचीनं, यत्किमपि. हा, अस्तु, सम्यक्, धन्यवादः महोदय. तर्हि अत्र अचि इति सूत्रे नास्ति खलु, सर्वे पश्यन्तु, आद् गुणः तत्र व्याख्या अस्ति, अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् अचि परे. किन्तु सूत्रं केवलम् आद् गुणः, अतीव लघु अस्ति खलु सूत्रं. पाणिनिः किम् इच्छति, सूत्रं लघु भवेत्, लघु. अत्र केवलम् आद् अपि च गुणः, तत्र केवलं शब्दद्वयमस्ति, सूत्रम् अतीव लघु अस्ति, यथेच्छं यथा इच्छा अस्ति पाणिनेः. तर्हि सूत्रं लघु अस्ति. अग्रे तत्र अचि इति अनुवृत्तिः आगच्छति, अनुवृत्तिः अचि. अस्य न कापि हानिः, यतोहि तत्र अकः सवर्णे दीर्घः वृद्धिरेचि इति सूत्रद्वयोः बलमस्ति. अस्माकम् अधिकम् अवधानम् अस्मिन् नापेक्षितमस्ति, केवलं प्रदर्शनार्थम् एकवारं उक्तमस्ति. एकं वक्तव्यं, तत्र मम अभिप्रायः एवं भवति, तत्र किं तत्र आद्गुणः इति सूत्रम् आदौ अस्ति, अपि च अकस्तवर्णे दीर्घः अपरस्मिन् अपरं सूत्रं भवति. अपि तत्र सवर्णदीर्घसन्धिः आद्गुणस्य अपवादः इति उच्यते, एवं खलु? क्रमेण यदि वयं पश्यामश्चेत् तत्र आद्गुणः प्रथमं भवति, अकस्तवर्णे दीर्घः अनन्तरं भवति. अपि च अनेन क्रमेण वयमपि वक्तुं शक्नुमः तत् यदि अकार अकारयोर्मध्ये सन्धिर्भवति इत्युक्ते अकस्तवर्णे दीर्घः एवं कार्यं करोति इति. हा हा, वस्तुतः क्रमस्य प्रसङ्गः अत्र नास्ति, किन्तु कृपया तत्र म्यूट् करोतु, वृष्टिः इति महोदय म्यूट्. अत्र अहं म्यूट् मध्ये अस्मि, मम सम्भाषणात् पश्चात् अहं सर्वदा म्यूट् मध्ये एव अस्मि. हा हा हा, अस्तु अस्तु, धन्यवादः कृपया. अत्र सूत्रक्रमस्य नाम सूत्रसङ्ख्यायाः अत्र कार्यं नास्ति किमपि, यत्र अपवादः इति अस्ति, अस्माकं विषयः तावत् नापेक्षितम् इदानीं. किन्तु अत्र बाधकसूत्रमिति पर्याप्तम्, अपवादः इति पर्यायशब्दः. अत्र यत्र बाधकसूत्रमस्ति तत्र सूत्रसङ्ख्यायाः न किमपि कार्यमस्ति. सूत्रसङ्ख्या या कापि भवतु नाम, यत्र कार्यक्षेत्रं लघु अस्ति तत्र बलमस्ति, क्रमस्य न किमपि प्रसङ्गः, न कोऽपि प्रसङ्गः. तर्हि अत्र आद्गुणः इति अचि इत्यस्य फलितार्थः इकि परे, आहत्य आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्। आत् इति आतिथिनेन तत्र रक्षा तत्र महोदय कृपया यदि यस्य कस्यचित् अपि नाम हरीश महोदय कृपया म्यूट् करोतु, वृष्टिध्वनिः अस्ति महोदय। हरीश् महोदयस्य इति न भाति महोदय, अहम् आन्लैन् मध्ये अस्मि। अस्तु अस्तु भवत् अहं तु म्यूट् मध्ये अस्मि, किन्तु कुतश्चित् आगच्छति ध्वनि, हरीश् महोदयस्य नास्ति इति दृश्यते। नास्ति इति कस्य इति न जाने। अस्तु अस्तु, कस्यचित् ध्वनिः अस्ति न जाने। अस्तु तर्हि एकवारं भवती वदतु कृपया, अनन्तरं म्यूट् करोतु। तत्र आद्गुणः इति तत्र आत् इति पूर्वम् अस्माभिः दृष्टं यत् अत् नाम अत् एङ् गुणः, अत्र तकारः, अत्र तादृशतकारः अस्ति वा? अत्र तादृशतकारः नास्ति, आत् इत्यनेन सर्वे अवर्णाः इत्येव सूच्यते। तर्हि अत्र आत् गुणः इत्यस्मिन् यः तकारः अस्ति सः तकारः कालस्य सूचकः नास्ति इति वार्ता अस्ति किम्? आत् इत्युक्ते सर्वे अवर्णाः इत्येव अस्ति, तकारः किमर्थम् इति मम प्रश्नः आसीत् महोदय। अग्रिमप्रश्नः, अत्र अकारस्य पञ्चम्यन्तं रूपं तावत् तावदेव अस्ति, अकारः पञ्चम्यन्तं यथा तस्मात् तस्य इत्यस्य तत्र तत् इत्यस्य पञ्चम्यन्तम् अस्ति तस्मात् देवात्, अत्र तावदेव अस्ति, तत्र पञ्चमे विभक्त्यन्तं रूपमस्ति अकारस्य देवात् तस्मात् गृहात् आत् अत्र अकारस्य पञ्चमी पञ्चमी इति परकार्यम् इति अस्य सूचनार्थं वा? तावदेव, अकारस्य अवर्णस्य पञ्चम्यन्तं रूपमस्ति आत्, अत्र तकारः नास्ति, केवलम् आत् इति इत्यनेन पञ्चमी विभक्तिः अस्ति। अस्तु कृपया भगिनी म्यूट् करोतु, पश्येम तादृशं समाधानं जातं। अस्तु अस्तु अस्तु, वृष्टिः नास्ति इति सम्यक् अस्ति। उरन्रपरः, तर्हि अत्र उरन्रपरः इति किमर्थम् उक्तमिति चेत् एकवारं वदामि, अत्र नास्ति अधिकं चिन्ता अधिका चिन्ता, किन्तु अत्र आद्गुणः एतावता अस्माभिः किं दृष्टं यत् अकारः योगः ऋकारः अस्ति चेत् यथा मम ऋणम् इति भवति चेत् मम ऋणम् अन्य कोऽपि तत्र हेमा भगिनी अथवा अन्य कोऽपि इण्टर्नेट् मध्ये माध्यमेन आगच्छति चेत् कृपया म्यूट् करोतु। अस्तु अहं करोमि। इदानीं सर्वेषां म्यूट् जातमस्ति, येषां कनेक्षन् सम्यक् अस्ति ते *6 नोदितुं शक्नुवन्ति, कृपया मा करोतु यदि इण्टर्नेट् माध्यमेन आगतवान् अथवा अन्यत् किमपि असमीचीन कनेक्षन् अस्ति येन ध्वनिः सम्यक् स्यात्। उरन् अत्र अस्माभिः किमुक्तं यत् मम ऋणम् इत्यस्मिन् उदाहरणे तत्र तत्र अकार ऋकारयोः स्थाने अर्, किन्तु अत्र आद्गुणः न अदेङ्गुणः इत्यनेन गुणसंज्ञकवर्णाः क्षम्यतां तत्र गुणसंज्ञकवर्णाः त्रयः सन्ति, ह्रस्व अकारः एकारः उकारः। तर्हि ऋकारस्य अकार ऋकारयोः स्थाने अर् इति कथं भवति? अत्र गुणसंज्ञकवर्णाः तत्र अ ए ओ अर् इति किन्तु न उक्तं खलु। तर्हि अत्र समाधानमस्ति यत् यदा अकारः ऋकारः च भवतः तस्यां दशायां अकार ऋकारयोः स्थाने ह्रस्व अकारः भवति, नाम अ ए ओ इत्येषु त्रिषु ह्रस्व अकारादेशः भवति, अनन्तरम् उरन्रपरः इति सूत्रेण ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः स्यात्। रपरः इत्युक्ते र परः यस्य सः, नाम अण् आदेशः. अण् प्रत्याहारे के के वर्णाः सन्ति इति राजेन्द्रमहोदय कृपया वदतु. स्टार् सिक्स्. आम् महोदय, अण् प्रत्याहारे अत्र अ इ उ रि लृ ए ओ अण् इत्यस्मिन् अ इ उ खलु, आण् आण् अ इ ऊण् आण् अ इ उ, त्रयः वर्णाः सन्ति. तर्हि अण् प्रत्याहारे ये यदा एषु त्रिषु कश्चन आगच्छति तदानीं तस्य अन्ते रेफः अपि आगच्छति उरन्ध्रपरः इत्यनेन. ऋकारस्य स्थाने यदा अण् अ इ उ इति त्रिषु एकः अन्यतमः आगच्छति तदा सः अण् सदा रपरः स्यात्. ऋकारस्य स्थाने इकारः इति चेत् केनचित् सूत्रेण ऋकारस्य स्थाने इकारः भवति चेत् अनन्तरम् उरन्ध्रपरः इत्यनेन इकारस्य अनन्तरं रेफः भवति इर्. कुत्रचित् ऋकारस्य स्थाने उकारः भवति चेत् ऊर् भवति अनेन सूत्रेण. उकारस्य स्थाने रेफः, अनन्तरं रेफः, उकारः रेफः ऊर्. पुनः ऋकारस्य स्थाने अकारः, यथा अत्र गुणसन्धौ अकार ऋकारयोः स्थाने मम ऋणं, तत्र अकार ऋकारयोः स्थाने अकारः नाम अ ए ओ इति त्रिषु गुणसंज्ञकवर्णेषु एकः अकारादेशः भवति. अकार ऋकारयोः स्थाने अकारः भवति. अनन्तरम् उरन्ध्रपरः, उरन्ध्रपरः इति तत्र सहायकसूत्रमस्ति. षट्प्रकारकसूत्रेषु अपरस्मिन् करपत्रे दत्तं षड्, तत्र परिभाषासूत्रमिति द्वितीयमस्ति परिभाषासूत्रं, सहायं करोति. तर्हि उरन्ध्रपरः इति अस्य सहायेन यदा ऋकारस्य स्थाने अकारः भवति तदानीम् अस्य अकारस्य अनन्तरं रेफः अपि भवति इति कथनस्य आशयः. अत्र उरन्ध्रपरः इत्यस्य अनुवृत्तिसहितसूत्रमस्ति ऊः स्थाने अण्रपरः. ऊः इति ऋकारस्य षष्ट्यन्तं, यथा पितृ इत्यस्य षष्ट्यन्तं रूपं पितुः, पितृपितुः ऋ ऊः. ऋकारस्य तत्र षष्ट्यन्तमस्ति ऊः. ऊः स्थाने अण् यदा तदा स च अण् रपरः भवति. रपरः यस्य सः रपरः. अतः अ इ उ इत्येषु अन्यतमः भवति ऋकारस्य स्थाने इति चेत् तदानीं स च अन् प्रत्याहारे स्थितः स्वरः रपरः भवति. रपरः इति विशेषणमस्ति अन् तत्र अन् प्रत्याहारस्य. रपरः बालकः सुन्दरः, तत्र अन् प्रत्याहारे कश्चन वर्णः आदेशः रपरः, यथा सुन्दरः रपरः इति स्थितिरस्ति. अत्र कोऽपि प्रश्नः वा? वस्तुतः अस्माकं पुस्तके तादृशं न प्रदर्शितमस्ति, केवलम् अर् इति अस्ति. सारल्यार्थं, सारल्यम् इति सारल्यं नाम येन सरलं भवेत् इति लेखकाः चिन्तितवन्तः. अतः साक्षात् अर् इति प्रदर्शितमस्ति. वस्तुतः अकारः अनन्तरं रेफः मिलित्वा अर्. अत्र कोऽपि प्रश्नः वा? महोदय, अत्र एकः प्रश्नः अस्ति. तत्र अण् इत्युक्ते तत्र णकारद्वयं भवति खलु, तत्र माहेश्वरसूत्रेषु प्रायः अत्र प्रथमेन णकारेण एव प्रत्याहारः भवति इत्यपि वक्तव्यं खलु? हा, इति मया प्रदर्शितम् आसीत्. सत्यं नाम तत्र, परन्तु किं, कृपया वदन्तु. हा, नाम अस्मिन् वर्गे सरलरूपेण वदामि, किन्तु सत्यं. अन्यत् किमपि अस्ति वा? अपि च र प्रत्याहारः कः इत्यपि वक्तव्यं खलु, तद् नास्ति वा? हा, नाम एवम् एवं मम वस्तुतः अस्माकं शास्त्रीयवर्गः अस्ति, अत्र केवलम् अस्ति नाम भवतः विचारः सम्यक् अस्ति, किन्तु अत्र किञ्चित् सरलरीत्या वदामः इति कृत्वा प्रायः अग्रे चिन्तयामः. सम्यक्, हा इति तावदेव भवतु इति अहं चिन्तयामि, किन्तु सम्यक् सम्यक्. अस्तु तर्हि अग्रे गच्छेम. तर्हि यत् यदुक्तं तत् अवगतं चेत् अग्रे गच्छेम. गुणसन्धिः स्पष्टः वा कुत्रचित्, नाम व्यवहारे अथवा सूत्रेषु कोऽपि प्रश्नः अस्ति वा? हा इति गुणसन्धिः. तर्हि अग्रे गच्छेम. वृद्धिसन्धिः इति मूलतः इदानीं वदामि एकवारं, मूलतः सर्वे गुणसन्धिः नाम यथा अभ्यासः कृतः अस्माभिः तावत् अवगच्छति चेत् वस्तुतः पर्याप्तमस्ति. सूत्राणां विषये किञ्चित् अवगच्छति चेत् बहु समीचीनमस्ति. तत्र स्मरणार्थं गुणसन्धिः कथमस्ति तत्र व्यवहारकमस्ति इति मत्वा अहं प्रदर्शयामि. अस्तु अग्रे वृद्धिसन्धिः. वृद्धिसन्धिः इति अस्ति. लक्ष्मीभगिनी अग्रे पश्यतु कृपया. लक्ष्मीभगिनी स्टार् सिक्स्. किन्तु पुनः नाम हा अस्तु लक्ष्मीभगिनी कृपया स्टार् सिक्स्. अस्तु निहारिका भगिनी. हा अस्तु अस्ति वा. हरि ओम् महोदय. न केनचिदपि अन्म्यूट् जातम्. न केनचित् किम् अन्म्यूट् न जातम्? अहं वेब् इण्टर्फेस् मध्ये अस्मि खलु, सर्वेषां म्यूट् मध्ये इत्येव प्रदर्शयति. इदानीं ध्वनिः सम्यक् अस्ति. अस्तु भवती एव पठतु, न जाने कुत्र सन्ति सर्वे, भवती एव पठतु कृपया. वृद्धिसन्धिः. अस्तु वृद्धिसन्धिः चार्थक् नोदयामः चेत् तत्र अन्म्यूट् भवितुं शक्नुमः महोदय. किं तत्र प्रत्ये अस्माक मम दूरवाण्याम् अहं तत्र स्टार् सिक्स् कृत्वा इदानीं स्टार् सिक्स् इति अस्य नोदनेन अन्म्यूट् भवति, सर्वे जानीयुः. उदाहरणानि पठामि वा महोदय? अस्तु भगिनि. एतानि उदाहरणानि शीलयता. नियम्य योगः एतत्, नियम्य योगः अकारः, योगः एकारः, योगः तत्, अकार एकारयोजनेन ऐकारः भवति, नियम्य योगः ऐकारः, योगः तत् नियम्यैतत् इति भवति. अत्र अकार एकारयोः संयोजनेन ऐकारः भवति. अस्तु भवती एव अग्रे. तथा योगः एव, तद् योगः आकारः, योगः एकारः, योगः वा आकार एकार योजनेन अत्र ऐकारः आगच्छति, आदेशः भवति. तद् योगः ऐकारः, योगः वा तथैव इति भवति. तथा योगः एव, तथैव. हा इति अस्ति, समीचीनमस्ति. अस्तु हेमा भगिनी अग्रे स्टार् सिक्स् अन्म्यूट्. इन्द्रयोगः ऐरावतौ. इन्द्रयोगः अयोगः ऐ योगः रावतौ, अयोगः ऐकार द्वयोस्थाने ऐकारः आगच्छति. इन्द्रयोगः ऐ योगः रावतौ, इन्द्रैरावतौ. अग्रे अपि रमा योगः ऐश्वर्यं, रम् योगः आ योगः ऐ योगः श्वर्यं, रम् योगः आ योगः ऐकारस्थाने द्वयोस्थाने ऐकारः आयाति, रम् योगः ऐ योगश्वर्यं रमैश्वर्यम् इति रूपम् ईश्वरः। अग्रे किमस्ति? अग्रे एतेषु उदाहरणेषु अ आ इति वर्णाभ्यां परतः ए ऐ वर्णौ स्तः, तत्र अयोगः ए अयोगः ऐ, आयोगः ए आयोगः ऐ इति द्वयोः द्वयोः वर्णयोः स्थाने ऐ इत्यादेशः सम्पन्नः अस्ति। आकार वा आकारया आकार वर्ण द्वयो वर्ण वर्णाभ्यां परे यदि एकारः वा ऐकारः वा भवतु, द्वयोस्थाने ऐकारः एव भवति वृद्धिसङ्गौ। बहु समीचीनं, हा बहु सम्यक् अस्ति भगिनि, धन्यवादः। अ ए ऐ आ ए ऐ अ ऐ ऐ आ ऐ ऐ इति तत्र ऐकारस्य कार्यं बहु सम्यक् अस्ति। अग्रे गच्छेम, अत्र सुमित्रा भगिनी अस्ति वा? आं महोदय। अग्रे अग्रे। च योग ओषधिः, इच्छ योग अ योग ओ योगषधिः, अ योगः ओ औ भवति, इच्छ योग औ योगः षधिः चौषधिः, जिह्वा योग ओष्टं, जिह् योग आ योग ओ योगष्टं, जिह् योग ओ औ योगष्टं, जिह्वौष्टम् आयोगः ओ औ भवति, अनन्तरं बालयोग औत्सुक्यं, बाल् योग अयोग औ अयोग औ औ भवति सिप्तं, स्यं बाल् योग ओ औ योग सुक्यं बालौत्सुक्यम् इति औकारः भवति, अनन्तरं लता योग औषधं, लत् योग आयोग औ औ भवति योगषधं, लत् योग औ योगषधं, लथौ लतौषधम् इति औकारः भवति। एतेषु उदाहरणेषु अ वा आ इति वर्णाभ्यां परतः ओ अथवा औ वर्णौ स्तः, तत्र अयोग ओ अयोग औ आयोग ओ आयोग औ इति द्वयोः द्वयोः वर्णयोः स्थाने औ इत्यादेशः सम्पन्नः अस्ति। समीचीनमस्ति। तर्हि आहत्य कुत्रचित् ऐकारः भवति, कुत्रचित् औकारः भवति इति मुख्यतः वृद्धिसन्धिः। अग्रे लघु तत्र स्थलमस्ति, अतीवलघुस्थलमस्ति यत्र आर् आल् इति भवतः, अग्रिमे सप्ताहे द्रक्ष्यामः। किन्तु अत्र मुख्यतः ऐकारः अथवा औकारः, यथा इदानीं किं रामप्रियभगिनी अस्ति वा? अस्मि महोदय। अत्र तत्र योगः एव किं भवति? तत्र योगः एव भवति तत्रैव ऐकारः। अत्र दृष्ट्वा योगः एतत्, दृष्ट्वा योगः एतत्, दृष्ट्वैतत् भवति ए आयोगः ऐ ऐकारः एव आयोगः ए ए क्षम्यताम् ऐ ऐ भवति। अस्तु, समीचीनमस्ति। अनन्तरम् आधिक्येन तादृशानि उदाहरणानि सन्ति तत्र सदेव मलय अस्ति वा? निहारिका भगिनी अस्ति वा? आम् अस्मि. हा अस्तु, तत्र अद्य योगः एव किं भवति? अद्यैव. हा समीचीनमस्ति. यदा यदा यदा योगः एव यदैव यदैव यदैव. अस्तु, सहदेवमहोदय अस्ति वा? हरि ओम्. महोदय, हा अत्र न न योगः एव किं भवति? न योगः एव न योगः एव आ योगः ए इति ऐ नैव नैव. हा हा, न योगः एव नैव नैव. इदानीं तत्र योगः एकदा किं भवति वदतु भोः? तत्र योगः एकदा एकदा तत्र योगः एकदा अकारः योगः इकारः इति ए तत्रैव एकदा इति शब्दः तत्र एकदा एकदा अकारः योगः ईकारः एकः एकारः एकदा इति ए ए तत्रैव तत्रैव तत्रैकदा सम्यक् अस्ति. तत्रैकदा इति उदाहरणानि सन्ति. अस्तु, किञ्चित् समयः अस्ति, पश्येम अन्तिमभागं. तर्हि इदानीम् अखिलभगिनी कृपया अग्रे. महोदय, इत्येताभ्याम् ए ऐ इति एतयोः वर्णयोः परयोः नाम अग्रे अग्रे अस्ति. एते उदाहरणे परिशीलयत उप एते उदाहरणे परिशीलयत उपयोगः पृच्छति उपयोगः अयोगः ऋ योगः इच्छति उपयोगः आर् योगः इच्छति उपार्च्छति. अत्र अकारः अकारस्य अनन्तरं ऋकारः अस्ति. तत्र अकारस्य अनन्तरं ऋकारः अस्ति चेत् तत्र आर् इति भवति. तत्र वृद्धिः अस्ति आ उरण्ड्रपरः इति सूत्रेण. तदनन्तरं रेपः आगच्छति, तर्हि आर् इति भवति. किन्तु किन्तु पूर्वतने पूते अस्माभिः किं दृष्टं? मम योगः ऋणम् ममार्णम्. अत्र उपयोगः रुच्यते नाम सामान्यतया केवलं सामान्यतया तादृशनियमः न वक्तव्यमस्ति न वक्तव्यः अस्ति नाम सामान्यमस्ति अर् इति न तु आर्. अत्र अपवादः अस्ति. अत्र नाम विशिष्टपरिस्थितिः अस्ति, अतीवविशिष्टपरिस्थितिः. अग्रे लिखितमस्ति, भवती पठिष्यति. नाम अयोगः अर् इति यो इत्यु इत्यनेन आर् भवति इति नास्ति. अत्र एव अस्मिन् स्थाने सामान्यतया मम योगः ऋणमिति मम ऋणम् इति स्थितिः अस्ति. अस्तु, अग्रे अग्रे द्वितीयं प्रयोगः ऋषबीयति प्रयोगः अयोगः ऋ योगः शबीयति प्र योगः आर् योगः शबीयति प्राशबीयति इति भवति. हा इति अस्ति. अग्रे किं दत्तमस्ति? तत्र वैशिष्ट्यमस्ति. एतयोः उदाहरणयोः अकारान्तोपसर्गस्य परतः ऋकारादिः धातुः अस्ति. अत्र अयोगः ऋ इति वर्णयोः स्थाने आर् इत्यादेशः सम्पन्नः अस्ति. इत्युक्ते यथा महोदयेन उक्तं, यत्र यत्र अकारः अकारस्य अनन्तरं ऋकारः इति साधारणतया आगच्छति, तत्र गुणसन्धिकार्यमेव भवति अर् इति एव रूपं सिद्ध्यति. परन्तु यत्र यत्र अकारान्त उपसर्गः अस्ति अत्र उपसर्गस्य अनन्तरं ऋकारादि धातुः भवति चेत् केवलं तत्र अकारस्य अनन्तरम् अथवा आकारस्य अनन्तरं ऋ इति अस्ति चेत् तत्र आर् इति वृद्धिसन्धिकार्यं भूत्वा आर् इति रूपं भवति इति. तदर्थमेव अत्र उप इत्यपि उपसर्गः अपि च प्र इत्यपि उपसर्गः ऋच्छति ऋषभीयति इति क्रियापदानि तर्हि अत्र वृद्धिसन्धिकार्यं भवति आर् इति रूपं भवति सन्धि अनन्तरं. हा इति विशिष्ट अतीव विशिष्टस्थितिः अस्ति, अस्माभिः न कदापि दृश्येत. वयम् एतादृश उपयोगः न भविष्यति अस्माकं न कुत्रापि, केवलं प्रदर्शनार्थम् अस्ति खलु, सामान्यतया न भविष्यति. तत्र पूर्वतने पूर्वे यथा लिखितम् अस्ति तथा इति सर्वे अवगच्छन्तु. मम ऋणं मम ऋणं महर्षिः तत्र महर्षयः महर्षयः इति महर्षिः इत्यादीनि उदाहरणानि सन्ति सामान्यानि इति स्थितिः अस्ति. अत्र केवलं विशिष्ट अतीवविशिष्टपरिस्थितिः अस्ति, न भवति सामान्यतया तथा. नाम उपसर्गस्य अन्ते अकारः धातोः आदौ ऋकारः इति अस्यां दशायामेव भवति. अस्तु, आहत्य विद्याभगिनी अस्ति वा, अन्तिमभागं पठतु कृपया. भगिनी अस्ति, अस्तु अन्म्यूट् करोमि. श्रूयते वा महोदय? श्रूयते वा? श्रूयते वा? अहम् अन्म्यूट् सर्वान् अहम् अन्म्यूट् कृतवान्. अस्तु, आ इत्येताभ्याम् ए ऐ इत्येतयोः वर्णयोः परयोः ऐकारः, ओ औ इत्येतयोः परयोः औकारः पूर्वपरयोः स्थाने एकः आदेशः भवति. आकारान्तात् आकारान्ताद् वा उपसर्गात् ऋकारादौ धातौ परे पूर्वपरयोः स्थाने आर् इत्यादेशो भवति. ऋकारादौ वा सुब्धातौ परे तु विकल्पेन. हा इति अन्तिमवाक्यम् अग्रिमे सप्ताहे परिशीलयिष्यामः. इदानीं पुनः नाम ऋकारादु वा सुब्धातौ परे तु विकल्पेन इति मास्तु. केवलम् उक्तमस्ति, स्वस्य जीवने न कदापि दृश्येत. अस्तु, सामान्य तत्र रक्तवर्णस्य कोष्टके किमस्ति? आ अथवा आ योगः ए अथवा ऐ ऐकारः भवति. आ अथवा आ योगः ओ अथवा औ औकारः भवति. इति वृद्धिसन्धिः, सर्वे अवगच्छन्तु, वृद्धिसन्धिः तावदेव अस्ति. आ योगः ए ऐ ऐ आ योगः औ औ औ इति एव वृद्धिसन्धिः. अग्रे यत् उपसर्गऋकारादि दातुः तत्र अस्माकं जीवने न भविष्यति, तत्र चिन्ता नास्ति. अस्तु विद्याभगिनी, एवमेव पठितवती. उपसर्ग आ अथवा आ योगः ऋकारादिः धातुः आर् भवति. उपसर्ग आ अथवा आ योगः ऋकारः ऋकारादि धातुः आल् भवति. वृद्धिः इति काचित् संज्ञा. ए ए ऐ औ आर् आल् इत्येते वृद्धिसंज्ञां प्राप्नुवन्ति. अस्मिन् सन्धौ पूर्वपरयोः वर्णयोः स्थाने एते आदेशाः भवन्ति, अतः वृद्धिसन्धिः इति नाम. हा इति स्थितिः अस्ति. हा तर्हि अस्माभिः शास्त्ररीत्या गुणसन्धेः परिशीलनं साधितमस्ति अद्य, अपि च वृद्धिसन्धेः व्यावहारिकं ज्ञानं कथमस्ति वृद्धिसन्धिः इति तावत् कृतमस्ति अद्य. इतः अग्रे सरेम अग्रिमे सप्ताहे. धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः धन्यवादः धन्यवादः.